गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् तर्हि तत्र आकाङ्क्षान्तरस्वीकारः आवश्यकः इति पाठः जायमानमस्ति तत्र सर्वम् अस्माभिः चिन्तितं निगमनं किम् इति चेत् द्वितीयान्तम् अथवा उदाहरणार्थं द्वितीयान्तम् एव इति नास्ति किन्तु उदाहरणार्थं द्वितीयान्तं यत्पदं तत्र आकाङ्क्षा कुत्र वर्तते तस्य आकाङ्क्षा कुत्र वर्तते इति चेत् प्रकृतिप्रत्ययौ मिलित्वा वर्तते जानाति इत्यत्र ज्ञा इति प्रकृतिः धातुप्रकृतिः ति इति आख्यातप्रत्ययः इति उभयत्र वर्तते इति तादृश आकाङ्क्षान्तरमपि स्वीकार्या एव इति उक्तं केवलं तन्नास्ति तत्र वैयाकरणानां मतम् अपि अङ्गीकर्तव्यं तदा एव तत्र आकाङ्क्षा पूरिता भवति इति उक्तं किमर्थम् इति चेत् गदाधरभट्टाचार्येण वैयाकरणानां मतम् अङ्गीकृतमस्ति इति कृत्वा तदपि अङ्गीकार्यम् एव इति उक्तं तत्र एकः एव परिच्छेदः अवशिष्टः अस्ति 328 पेज् मध्ये ततः आरभामि अस्तु मेहुल् महोदय आसक्तिः इति वा इति ततः न तस्मात् पूर्वम् एकः परिच्छेदः न पठितः संसर्गातिरिक्तविषयतायाः शाब्दस्थले शब्दप्रयोज्यत्वे अपि यत्र असाधारण्येन पदमेव अपेक्षितं तत्र स आकाङ्क्षा पदाकाङ्क्षा इति उच्यते यथा स्पृहयति योगे चतुर्थी यत्र तु अर्थस्यैव आकाङ्क्षा पदस्य तु तदुपस्थापकत्वेन तत्र सा अर्थाकाङ्क्षा इति तयोः भेदः अस्तु अत्र संसर्गातिरिक्तविषयतायाः शाब्दस्थले तर्हि संसर्ग अतिरिक्तविषयता इत्युक्ते अत्र प्रकारता अपि च प्रकारः अपि च विशेष्यः खलु तदेव विषयतायाः शाब्दस्थले शब्दप्रयोजनस्यपि यत्र असाधारण्येन पदम् एव अपेक्षितम् अस्तु तत्र पदाकाङ्क्षा इति भिन्न आकाङ्क्षा वर्तते अत्र उदाहरणमस्ति स्पृहयति इत्योगे चतुर्थी इति आकाङ्क्षा तर्हि तत्र पदाकाङ्क्षा इति वदेम तादृश या आकाङ्क्षा तत्तु भिन्न आकाङ्क्षा अत्र उदाहरणं प्रतिपादयतु स्पृहयति योगे चतुर्थी इत्यत्र उदाहरणं प्रतिपादयतु रामाय स्पृहयति इति चतुर्थी पुष्पेभ्यः स्पृहयति तत्र 1436 इति सङ्ख्याकसूत्रमस्ति सङ्ख्याकं सूत्रमस्ति स्पृहेः ईप्सितः इति सूत्रम् स्पृहेः ईप्सितः स्पृह् दातुं प्रयोगं कुर्मश्चेत् स्पृहेः ईप्सायाम् ईप्सा नाम यद् आप्तुमिच्छा तदेव ईप्सा स्पृहेः ईप्सायां स्पृहे ईप्सायां चुरादौ अन्तः पठ्यते तस्य ईप्सितः यः अर्थः काशिकातः अहं पठन्नस्मि तस्य ईप्सितः यः अर्थः तत्कारकं सम्प्रदानसंज्ञं भवति इति इत्युक्ते अत्र सामान्यतया पुष्पेभ्यः स्पृहयति इत्यत्र कर्मकारकं भवेत् कर्मकारकत्वेन द्वितीया भवेत् किन्तु अपवादत्वेन अत्र सम्प्रदानसंज्ञा विहिता तेन चतुर्थी एव भवति यथा रुच्यर्थानां प्रीयमाणः इति सूत्रम् तत्र हरिः भक्तिम् अभिलषति लष् धातुः हरिः भक्तिम् अभिलषति अभिलषति इत्युक्ते हि लैक्स् हि डिसैर्स् हरिः भक्तिम् अभिलषति अस्तु इदानीं प्री धातु उपयुज्य वदामश्चेत् भक्तिः हरिं प्रीयते इति भवति. भक्तिः हरिं प्रीयते, भक्ति प्लीसस् हरि, हरिः भक्तिम् अभिलषति इत्यत्र भक्तिशब्दस्य कर्मत्वम्. अतः द्वितीया भक्तिः हरिं प्रीयते इत्यत्र न प्रीयते नास्ति, प्रीणाति, क्षम्यतां, प्रीणाति, प्रीयते इति करुणिप्रयोगः खलु, प्रीणाति इति भवति. भक्तिः हरिं प्रीणाति. तर्हि इदानीम् अभिलषधातोः यः कर्म, सः एव कर्म प्रीधातोः कर्ता भवति. अथवा अभिलषधातोः यः कर्ता, एवं वदामश्चेत् इतोपि समीचीनं भवति. अभिलषधातोः यः कर्ता, हरिः भक्तिम् अभिलषति इत्यत्र हरिः कर्ता. प्रीधातोः सः कर्ता कर्म भवति, भक्तिः हरिं प्रीणाति. तर्हि अभिलष लष् धातो अभि उपसर्गपूर्वक लष् धातोः यः कर्ता, प्रीधातोः सः एव यत् कर्म. रुच् धातुतः इदानीं रोचते इति वाक्यं रचयति वा, रोचते इति पदं प्रयुज्य मिष्टान्नं रोचते, रोचते अहा हरि हरिशब्दं प्रयुज्य. ओ हरि, अस्तु, हरये खलु चतुर्थी हरे हरिशब्दस्य कवेः हरेः हरेः हरेः षष्ठी किम्? न न चतुर्थी, हा हरये हरये हरये भक्तिः रोचते, हरये भक्तिः रोचते. पश्यतु, भक्तिः हरिं प्रीणाति, हरिः भक्तिम् अभिलषति, किन्तु भक्तिः हरये रोचते इति असाधारणप्रयोगः अत्र, असाधारणप्रयोगः. तदेव तदेव अत्र दत्तमस्ति, असाधारण्येन पदमेव अपेक्षितम्. इत्युक्ते यदा रुच् धातोः प्रयोगः क्रियते तदा चतुर्थी एव भवति. यद्यपि हरिः भक्तिः हरिं रोचते इति एव भवेत् सामान्यतया, किन्तु रुच् धातोः तादृशभिन्न असाधारणनियमः अस्ति येन कर्मस्य इदानीं प्रीधातोः यः कर्म, अभिलषधातोः यः कर्म कर्ता, तयोः सम्प्रदानसंज्ञा भवति, रुच्यर्थानां प्रियमाणः सम्प्रदानम् इति सूत्रेण, इति असाधारणप्रयोगः. अवगच्छति किम्? आमाम् अवगच्छामि. तत्र बहुत्र तादृशमस्ति, अत्र पञ्चमी अपि वीणा इत्यस्य योगे पञ्चमी तृतीया द्वितीया इति भवितुमर्हति. सत्यम्, तत्र तदेव उपपदविभक्तिः इति कथ्यते. उपपदविभक्तिः इत्युक्ते एकं पदं समीपे अस्ति इति कृत्वा तस्य पदस्य प्रभावेन अस्य पदस्य विभक्तिः परिवर्तते अथवा निर्णीयते. भक्तिं विना, विना योगे तत्र तस्य समीपस्थभक्तिपदस्य द्वितीया एव भवति इति यथा. अत्र पश्यतु, संसर्ग अतिरिक्तविषयतायाः इत्युक्ते सामान्यतया तत्र संसर्गः इति वदेम खलु, तत्र सम्बन्धः अस्ति, सम्बन्धः अस्ति, संसर्गः नाम सम्बन्धः. तर्हि विषययोः मध्ये तत्र सम्बन्धः अस्ति, किन्तु संसर्गादि अतिरिक्तविषयतायाः शाब्दस्थले शाब्दप्रयोज्यत्वे अपि अत्रापि शाब्दप्रयोज्यत्वमस्ति. हरये भक्तिः हरये रोचते इत्यत्रापि शब्दप्रयोज्यत्वमस्ति, शाब्दबोधः जायते. किन्तु अत्र कीदृशविषयः इति चेत् किञ्चित् भिन्नं भवति. यथा ज्ञादातुः अकर्मकः, तथापि तस्य विषयः यः तस्य कर्मत्वं भवति खलु, रामः वेदं जानाति इत्यत्र वेदम् इति किम् ईप्सिततमम् इति अनेन तस्य कर्मत्वं नास्ति. विषयं ज्ञा इति धातुः सविषयकधातुः अस्ति इति कृत्वा यथा तस्य विषयः भवति वेदः अपि च वेदस्य कर्मत्वं भवति तेन द्वितीया अपि भवति तथा अत्र रुच् धातोः सम्प्रदानत्वं भवति तत्र साक्षात् संसर्गः नास्ति सम्प्रदानत्वं संसर्गं प्रयुज्य न वक्तुं शक्यते किन्तु असाधारणप्रयोगे किं भवति इति तस्यैपि तस्यापि चिन्तनम् अत्र ग्रन्थकारेण क्रियते अतः संसर्ग अतिरिक्तविषयतायाः रामः वेदं जानाति इत्यत्र संसर्ग अतिरिक्तविषयता विषयतः नास्ति विषयः नास्ति संसर्गः अस्ति तत्र साक्षात् किन्तु हरये रोचते इत्यत्र संसर्ग अतिरिक्तविषयतायाः शाब्दस्थले शब्दप्रयोज्यत्वे अपि तत्रापि शब्दप्रयोज्यत्वमस्ति शब्देन एव अर्थः अवबुध्यते यत्र असाधारण्येन पदमेव अपेक्षितं यथा पुष्पेभ्यः स्पृहयति अथवा हरये रोचते इत्यादिस्थले तत्र सा आकाङ्क्षा पदाकाङ्क्षा इत्युच्यते पदनिष्ठा आकाङ्क्षा यथा भवान् उक्तवान् विना इति पदमस्ति चेत् तत्र द्वितीया एव भवति उपपदविभक्तिः अपि च इति एतादृश असाधारणप्रयोगाः यत्र यत्र भवन्ति तत्र सर्वत्र अस्य आकाङ्क्षायाः नाम का इति चेत् पद आकाङ्क्षा इति यथा स्पृहयति योगे चतुर्थी तर्हि तत्र पुष्पेभ्यः स्पृहयति फलेभ्यः स्पृहयति इति अवगन्तव्यं तत्र लिखन्तु उदाहरणम् अस्तु महोदय अग्रे यत्र च यत्र तु यत्र तु अर्थस्यैव आकाङ्क्षा पदस्य तु तद् उपस्थापकत्वेन आस्मत पदाकाङ्क्षा इत्युक्ते पदस्य उपस्थितिः अस्ति तदा एव आकाङ्क्षा तेन एव आकाङ्क्षा भवति परन्तु यत्र अर्थस्यैव आकाङ्क्षा उदाहरणं स्वीकृत्य वदतु अत्र स्पृहयति योगे चतुर्थी इति अत्र स्पृहति इति पदस्य उपस्थापकत्वेन चतुर्थी इत्यस्य आकाङ्क्षा अस्ति परन्तु अत्र तत्रापि स्पृहयति इति पदं नास्ति स्पृह् इति पदं धातुः स्पृह् इति पदं तदपि पदमेव खलु नैयायिकानमतानुसारं तर्हि इदानीं चतुर्थी आकाङ्क्षा कुत्र वर्तते अत्र स्पृह् इति धातुः वर्तते पदे वर्तते स्पृह् इति धातुः अस्ति चेत् चतुर्थी एव भवति न तु द्वितीया इति यथा रुच् इति धातुः अस्ति चेत् चतुर्थी एव भवति न तु द्वितीया विना इति पदमस्ति चेत् तदा द्वितीया एव भवति तर्हि इदानीम् आकाङ्क्षा तादृश आकाङ्क्षा पद आकाङ्क्षा अग्रे परन्तु यत्र अर्थस्यैव आकाङ्क्षा तत्र सा अर्थाकाङ्क्षा इति तस्य इति तयोः भेदः वर्तते तर्हि अर्थाकाङ्क्षा इति भिन्नाकाङ्क्षा पदाकाङ्क्षा इति तु भिन्नाकाङ्क्षा उदाहरणं वदतु अर्थाकाङ्क्षा नाम किं भवान् कथम् अवगच्छति पदाकाङ्क्षायाः उदाहरणम् अस्माभिः उक्तम् स्पृह् इति पदे तादृश आकाङ्क्षा वर्तते यया आकाङ्क्षया चतुर्थीम् एव अपेक्षते इति यथा तथा अर्थ आकाङ्क्षायाः एकम् उदाहरणं वदतु अवगच्छति चेत् आकाङ्क्षा इति वयं दृष्टवन्तः तर्हि कीदृशी आकाङ्क्षा इति अस्तु अत्र पूर्वोक्त आकाङ्क्षा इति घटम् इति अस्ति तत्र घट इति पदेन अत्र मम आशयः एवं महोदय अत्र पश्यतु इत्युक्ते भवता इदानीं प्रतिपादितं किन्तु अवबोधः जातः वा इति चेत् न अत्र किमस्ति तद् तदेव वदति भवान्, किन्तु अवगन्तव्यमस्ति अत्र, तादृशं मा करोतु इत्युक्ते यावत्पर्यन्तं न अवगच्छामः तावत्पर्यन्तम् इतोपि चिन्तनीयमस्ति, नो चेत् अत्र यद् पदनिष्ठ अत्र अर्थनिष्ठ आकाङ्क्षा अर्थ आकाङ्क्षा इति उक्त्वा अग्रे गन्तुं शक्यते, किन्तु अवबोधः जातः वा? हा, तर्हि तादृशम् अग्रे न गन्तव्यं, यावत्पर्यन्तम् अवबोधः न जातः तावत्पर्यन्तं चिन्तनीयम्, अतः एव सर्वत्र अहम् उदाहरणं वदतु उदाहरणं वदतु इति वदा इति वदामि, प्रतिपादनीयम्. तर्हि पदाकाङ्क्षायाः उदाहरणमस्ति पुष्पेभ्यः स्पृशयति अथवा हरे रोचते, अत्र रुच् इति धातौ धातौ विद्यमान आकाङ्क्षा चतुर्थीम् अपेक्षते यथा, तथा अर्थ आकाङ्क्षायाः एकम् उदाहरणं वक्तव्यम्, अर्थस्य एव आकाङ्क्षा अर्थाकाङ्क्षा. अहं चिन्तयन्नस्मि अत्र एतावत्पर्यन्तं यत् पठितवन्तः तत्र आकाङ्क्षा इति एव वयं पठितवन्तः, परन्तु कीदृशी आकाङ्क्षा इति तु न पठितवन्तः, अस्यापि उदाहरणम् अस्माभिः पठितं, किन्तु मनसि तादृशं न संस्थापितम्. तदेव यदा विभजनं कुर्मः पदाकाङ्क्षा अर्थाकाङ्क्षा तर्हि तदा एव अर्थाकाङ्क्षा ओ इति चिन्तनम्. तदेव केवलं द्वितीयान्तस्य आकाङ्क्षा इति चिन्तितम्, अपि च बहुत्र बहूनि उदाहरणानि अर्थाकाङ्क्षाविषये बहूनि उदाहरणानि अस्माभिः दृष्टानि, बहूनि एकमिति नास्ति, बहूनि उदाहरणानि अस्माभिः दृष्टानि. सत्यभामा भगिनी किम् इति महोदय, अहम् एवं चिन्तितवती यदि चतुर्थी नास्ति चेत् इदानीं रमा पुष्पाणि स्पृशयति इति वक्तुं शक्यते. न इदानीं चिन्तनं भिन्नचिन्तनं भगिनि, अत्र पदाकाङ्क्षा इत्यस्य उदाहरणम् अस्माभिः दृष्टं, स्पृह् इति पदमस्ति इति कृत्वा स्पृह् इति पदं चतुर्थीम् एव आकाङ्क्ष्यते अपेक्षते सत्यम् इति पदाकाङ्क्षायाः उदाहरणम्. इदानीम् अर्थाकाङ्क्षाया एकम् उदाहरणं वदतु. अग्निः सिञ्चति इत्यत्र अर्थः न सञ्जायते. उत्तमं, बहु उत्तमम्. अग्निना सिञ्चति इति स्टाक् एक्साम्पल् अर्थ अत्र अर्थाकाङ्क्षा. सिञ्चिति धातुः कीदृश अर्थम् अपेक्षते? जलेन सिञ्चति, यस्मिन् द्रवत्वमस्ति तादृश अर्थं सिञ्चिति धातुः अपेक्षते. अग्नौ द्रवत्वं नास्ति इति कृत्वा अवबुध्यते किं मेहुल् महोदय? आमाम्, अत्र 319 पेज् मध्ये तदस्ति, परन्तु क्वचित् साकाङ्क्षाभ्यां प्रकृतिप्रत्याभ्यां पदार्थोपस्थितावपि तयोः अर्थयोः परस्परं सम्बन्धे अपि च तथा विधाभ्याम् अन्यप्रकृतिप्रत्ययाभ्याम् उपस्थितार्थाभ्यां तयोः सम्बन्धः न युज्यते, तदेव वह्निना सिञ्चति इति उदाहरणम्. अत्र भवान् अस्तु, भवान् इदानीम् अर्थाकाङ्क्षा इति अवगतं खलु, तर्हि भवान् एव अन्यद् उदाहरणं वदतु इदानीम्. एतदपि अस्माभिः पठितम्, अन्यद् उदाहरणमपि पठितं, किन्तु भवान् एव इदानीं स्वचिन्तनं कर्तुं शक्यते भवता. अर्थः यत् व्यापारः अर्थः अस्ति तदनुकूल. डोण्ट् गेट् इन् टु टेक्निकालिटीस् महोदय. अग्निना सिञ्चति इत्यत्र कः क्लेशः? अत्र सिञ्च् इति धातुः यः व्यापारः अस्ति अर्थः अस्ति तत्तु वह्निना इत्यनेन न सूचयति, अतः तदेव क्लेशः. हा, सिञ्च् इति धातुः किम् अपेक्षते? सिञ्च् इति धातौ विद्यमान आकाङ्क्षा कदा पूरिता भवति? जलेन पूरिता भवति. जलेन इत्युक्ते यस्मिन् द्रव्ये द्रवत्वमस्ति. द्रवत्वमस्ति, तादृशद्रवत्ववान् द्रवत्ववत् द्रव्येण एव सिञ्चिति धातौ अथवा सिञ्चिति पदे विद्यमान आकाङ्क्षा पूरिता भवति खलु. तर्हि तत्र सिञ्चिति धातोः यः अर्थः इति मा वदतु. अत्र अर्थः इत्युक्ते किम् इति चेत् जलम् पदपदार्थः अस्ति खलु, पदं पदार्थः, घट इति पदेन कः अर्थः उक्तः, कः पदार्थः उक्तः? पार्थिवपदार्थः, घटः इति पार्थिवपदार्थः उक्तः यथा, तथा अत्र अर्थस्यैव आकाङ्क्षा इति, सा आकाङ्क्षा अर्थाकाङ्क्षा. अस्तु, इदानीं भिन्न उदाहरणं वदतु. वेदं जानाति इति भवति वा? किं वेदं जानाति? न, इदानीं व्यतिरेक उदाहरणं वक्तव्यम्. अग्निना सिञ्चति इत्यत्र आकाङ्क्षा न पूरिता खलु, वेदं जानाति इत्यत्र आकाङ्क्षा पूरिता खलु. अन्वय उदाहरणं, वेदं जानाति इति अन्वय उदाहरणं, व्यतिरेक उदाहरणं वक्तव्यं यत्र आकाङ्क्षा न पूरिता. अस्तु अस्तु अस्तु, जानाति इति उपयुज्य तु सर्वं भवितुमर्हति, परन्तु आकाशमानय इति उदाहरणम् धातु आनय सत्यम् आकाशम् आनय, अत्र शब्दबोधः जायते वा? हरि ओम्. न जायते महोदय, न जायते. हा, किमर्थं न जायते? अत्र आकाशः इति पदार्थं योग्यं नास्ति, नि इत्यस्य यः अर्थः अस्ति धातोः तस्य अर्थपूरिता न भवति आकाशम् आकाशः इत्यनेन, आकाशं तु न आनीतुं शक्नुमः इति. अतः किमर्थम् नि इत्यस्य अर्थः यः अस्ति न आकाशः, आकाशस्य आनयनं किमर्थं न शक्यते? आकाशः इति नित्यः, नित्य विभुः अस्ति, तर्हि हा इति वक्तव्यं, तदेव विभुत्वात्. नि इति धातोः यः अर्थः इति मा वदतु. अत्र आकाशः विभुः अस्ति खलु, विभुद्रव्ये क्रिया न जातुमर्हति. तर्हि एकः किमर्थम् इति चेत् विभुत्वात् इति वक्तव्यम्. अतः आकाशम् आनय इति वाक्यं श्रुत्वा शाब्दबोधः न जायते. किमर्थमिति चेत् नी इति धातौ विद्यमान आकाङ्क्षा न पूरिता. केन न पूरिता? आकाशेन न पूरिता. किमर्थं? विभुत्वात्. आकाशस्य विभुत्वात् अत्र पश्यतु. सो डोण्ट् ट्रै टु यूस् द सेम् वर्ड्स्. नी इति पदस्य, नी इति धातोः यः अर्थः इति मा वदतु. अत्र पुस्तकं गायतु इति यदि वदामि तत्रापि अर्थाकाङ्क्षा न पूरिता. सत्यम् इति तादृश उदाहरणानि अस्माभिः स्वीकर्तुं शक्यते. अस्तु, तर्हि पुनः पद आकाङ्क्षायाः अन्यदेकं व्यतिरेक उदाहरणं वदतु. व्यतिरेक उदाहरणं यत्र न पूरिता. व्यतिरेक उदाहरणम् अस्तु, अस्तु, रोचते किं कर्तुं शक्यते. अहं रोचते इति उत्तमम्. अहं पुस्तकं रोचते उत्तमं. मह्यं रोचते इति भवेत् भवेत् सत्यं, किन्तु अहं रोचते इत्यत्र क्लेशद्वयमस्ति, दोषद्वयमस्ति. अहं रोचते, दोषं किम्? दोषद्वयं किम्? प्रथमं तु चतुर्थी इति आकाङ्क्षा अस्ति. अस्तु, अपि च अन्यत् अन्यत् तु किं रोचते इति न उक्तं तत्र, अतः न न किं रोचते इति उक्तम् इति दोषः नास्ति. तत्र अध्याहर्तुं शक्यते खलु मनसि. यथा पूर्वं गते वर्गे अस्माभिः दृष्टं, यस्य आकाङ्क्षा अस्ति किन्तु न उक्तं तत्र मनसि अध्याहर्तुं शक्यते. यथा पचति इति तावदेव, कोऽपि पचति. सत्यं. द्वितीयं तु अत्र अहम् इत्यस्ति चेत् उत्तमपुरुष उत्तमम् अहं रोचे इति भवेत्. अत्र क्रियापदमपि समीचीनं नास्ति इति क्लेशद्वयं. सो दिस् इस् आल् यु सी, नौ वि आर् ब्रेकिङ्ग् इट् डौन् इण्टु वेरि वेरि सिम्पल् आर्ग्युमेण्ट्स्. शाब्दबोधः किमर्थम् अहं रोचते इत्यत्र शाब्दबोधः किमर्थं न जातः? रोचते इति पदं चतुर्थीम् अपेक्षते, न तु प्रथम. अतः एवं रामः विना सीता गच्छति इति वाक्यं श्रुत्वा अर्थबोधः न जायते. किमर्थमिति चेत् विना इति पदं द्वितीयान्तम् अपेक्षते, न तु प्रथमान्तम्. अत्र रामः विना इति उक्तं, रामं विना इति वक्तव्यम् इति कृत्वा शाब्दबोधः न जायते. सो पदाकाङ्क्षा वा अर्थाकाङ्क्षा वा न पूरिता इति व्यतिरेक उदाहरणं. यु जस्ट् हाव् टु से राङ्ग् सेण्टेन्स्, दट्स् आल्. तावदेव. तर्हि अत्र आचार्यः किं वदति इति चेत्, यदा दोषेण वाक्यं वदेम तदा अर्थबोधः किमर्थं न जायते, तस्य कारणं किम् इति चेत् आकाङ्क्षा न पूरिता, तावदेव. एवं यदि इति उक्त्वा चेत् इति न वक्तव्यम्. यदि एतादृशम् अस्ति चेत् इति न वक्तव्यम्. यदि यदि एतादृशम् अस्ति तर्हि इति वक्तव्यम्, अथवा एतादृशमस्ति चेत् तदा इति वक्तव्यम्. यदि एतादृशमस्ति चेत् इति वदति चेत् द्विवारं किमर्थम्? यदि इति उक्त्वा तदनन्तरं चेत् इति समानार्थे अन्यत् पदं न वक्तव्यं दोषाय. यदि तर्हि इति भवति, नो चेत् चेत् तर्हि इति भवति. यदि चेत् इति यदा कदापि न भवति. बहुत्र सर्वैः अस्मिन्नेव वर्गे तादृशदोषः क्रियते इति कृत्वा मया उक्तं. यदि चेत् इति न वक्तव्यम्. अस्तु, अवबुध्यते खलु? अस्तु, उत्तमम्. अवगच्छामि, अवगच्छति. अस्तु, तर्हि इदानीं चतुर्थः नियमः अस्ति, तत्र आसक्तिः इति निकषः अस्ति. चतुर्थः निकषः अस्ति आसक्तिः इति. तर्हि एतावत्पर्यन्तं पदज्ञानं, आकाङ्क्षा, योग्यता, तत्र अव्यवहितत्वम्, अपि च पद आकाङ्क्षा, अर्थ आकाङ्क्षा, अन्यदपि तत्र सकर्मकधातुः, अकर्मकधातुः इति, एतत् सर्वम् अस्माभिः चिन्तितम्. इदानीम् आसक्तिः नाम किम् इति. अस्तु, प्रतिभा भगिनी पठति वा? धन्यवादः महोदय. आसक्तिः, आसक्ति च सान्निध्यं तद्विविधं पदनिष्ठं पदज्ञाननिष्ठं च. पदनिष्ठमपि द्विविधम् अत्यन्त अव्यवधानम् आद्यम् समभिव्याहारः च द्वितीयम्. इदम् उभयं ज्ञातं सत् बोधकम्. यथा गडपद अम्पदयोः वस्तुतः व्यवधाने सति अपि अव्यवहितोत्तरं खडपदेन अम्पदम् अव्यवहितपूर्वं वा खडपदम् इति ज्ञानात् बोधदर्शनात् सर्वेषां वर्णानां च क्षणिकत्वेन युगपत् बोद्धुम् अशक्यत्वात् तेन सम्बन्धेन परस्परवैशिष्ट्यज्ञानात् एव बोधस्य वर्णनीयत्वात् आसक्ति इत्युक्ते सान्निध्यं तत् द्विविध वर्ण अव्यवधानेन उच्चारणम् अत्र स्वशब्दैः वदतु. हौ डु यु अण्डर्स्टाण्ड् द वर्ड् सान्निध्यम्? सान्निध्यं किम् इत्युक्ते अहं वदामि इदानीं घटम् इति वदामः चेत् अत्र मात्रा ग्याप् नास्ति, कथं वक्तव्यं? सत्यं वदतु. सान्निध्यम् इत्युक्ते ग्याप् नास्ति, सामीप्यमेव सान्निध्यम्. सामीप्यमेव. इट् हस् बि नियर्. तर्हि सान्निध्यं नाम किं? सामीप्यं. सामीप्यं समीपे वर्तमानं सामीप्यं खलु? समीपे वर्तमानं. समीपे वर्तमानं सामीप्यम् इति यथा, तर्हि तदेव सान्निध्यम्. तर्हि अत्र घट इति पदम् अम् इति पदस्य समीपे वर्तते. एवं समीपे वर्तते अम् इति पदं घट इति पदस्य समीपे वर्तते, तदेव सान्निध्यम् अथवा आसक्तिः. अस्तु अग्रे. तद् द्विविधमस्ति, एकं तु पदनिष्ठम्, अन्यत्तु पदज्ञाननिष्ठम् इति. अस्तु, पुनः पदनिष्ठं द्विधा विभक्ताः. तत् अत्यन्तम् अव्यवधानम् एकं, समभिव्याहारः द्वितीयम्. इदम् उभयम् एतद् उभयं ज्ञातं चेत् इत्युक्ते अत्यन्तम् अव्यवधानम् अपि च समभिव्याहारं द्वौ अपि ज्ञातं चेत् पदबोधकं शाब्दबोधः ज्ञायते इति. इदानीं यत् पूर्वम् अव्यवधानं प्रथमम् आद्यं यदुक्तं तस्य विवरणं, यथा घटपद अम्पदयोः वस्तुतः व्यवधाने सति अपि, घटपद अम्पदयोः वस्तुतः व्यवधाने सति अपि अव्यवहित उत्तरोत्तरम् अव्यवहितोत्तरं घटपदेन अम्पदम् अव्यवहितपूर्वं वा घटपदम् इति ज्ञानात् बोधदर्शनात् व्यवधाने सति अपि इति किमर्थम्? तस्य अर्थः कः? व्यवधाने सत्यपि घटम् इति यदि वयं वदामः घटा तदनन्तरम् अम् इति वदति चेत् इति अहं चिन्तयामि. व्यवधानं दत्त्वा तथा नास्ति इति चिन्तयामि. यदि वयं लिखामः ख योगः आयोगः एकस्मिन् क्षणे न वदति, ख ट अम् तदा एव वक्तुं शक्यते, तादृशव्यवधानम् इति चिन्तयामि. न, व्यवधाने सत्यपि इत्यस्य अर्थः कः? प्रथमं तद् वदतु, व्यवधानं नाम किम्? एकस्मिन् क्षणे न वदति चेत् व्यवधानम् इति पदस्य अर्थः कः? व्यवधानम् इत्युक्ते अवधि दिस् इस् वाट् ऐ एम् सेयिङ्ग्, यू हाव् टु अण्डर्स्टाण्ड् वाट् यु से विदौट् अण्डर्स्टाण्डिङ्ग्. इफ् यु कीप् रिपीटिङ्ग् द वर्ड्स् हियर् देन् इट् विल् बि यूस्लेस्. सावधानं दत्त्वा इति इति नास्ति व्यवधानं. मेहुल् महोदयेन किमुक्तं? बाधा, कश्चन बाधा इति. बाधा इत्युक्ते कश्चन वदामः किं? हडल्, हडल् इति प्रतिबन्धकः इति वा? अब्स्टकल्, obstacle, some kind of obstacle. इति नास्ति अत्र न अहं तादृशं न चिन्तितवती अहं किं खडा इति उक्त्वा अम् इति न वदामः चेत् इति न इति तत्र व्यवधानम् इति पदस्य अर्थः कः व्यवधानं मीन्स् स्पेस् सेपरेशन् सेपरेशन् हा इण्टर्वेन्शन् ओके देर् इस् सम् ग्याप् तर्हि घटपद अम्पदयोः मध्ये वस्तुतः व्यवधाने सत्यपि इत्युक्ते घट इति भिन्नपदम् अम् इति भिन्नपदं नैयायिकानां मतानुसारम् उभयमपि पदं घट इति भिन्नपदम् अम् इति भिन्नपदं तयोः मध्ये भेदः अस्ति खलु अस्ति तदेव व्यवधानम् इति घटपद अम्पदयोः वस्तुतः व्यवधाने सत्यपि इत्युक्ते तयोः मध्ये भेदः अस्ति एव तथापि तर्हि अत्र व्यवधानं नाम भेदः इति अवगच्छन्तु भेदः इति ओके तदेव अत्र सङ्गच्छते खलु व्यवधानम् इत्युक्ते मध्ये स्पेस् इति न अवगन्तव्यम् अत्र भेदः अम् घट इति पदं भिन्नमस्ति अम् इति पदं भिन्नमस्ति इति वस्तुतः व्यवधाने सत्यपि इत्युक्ते भेदे सत्यपि भिन्नभिन्नमस्ति तथापि हा तथापि सति अपि अव्यवहितोत्तरं घटपदेन अम्पदं तत् लक्षणं सम्बन्धः उक्तः अस्ति अव्यवहितपूर्वं वा घटपदमिति ज्ञानात् बोधदर्शनात् न न अहम् वदामि कथम् अस्य बोधः जायते यद्यपि घटं घट इति भिन्नपदम् अम् इति भिन्नपदं तदापि अव्यविहित उत्तरं घटपदम् इत्युक्ते घटपदेन अम्पदं घटपदवत् अम्पदम् इति घटपदेन अम्पदम् इति आल् दट् इस् टेक्निकल् भगिनि अगेन् यु आर् गेटिङ्ग् लास्ट् इन् न्यायभाषा सेम् सिम्पल् लूसिड् सेण्टेन्स् खडा खडा इति पदस्य अनन्तरम् अम् इति पदम् अथवा अम् इति पदस्य पूर्वं घटपदं ज्ञायते चेत् तावदेव तावदेव वक्तव्यम् अव्यवहित अव्यवहित इत्युक्ते वितौट् ग्याप् अव्यवहित व्यवहित मीन्स् ग्याप् अव्यवहित वितौट् ग्याप् यदि अम् इति पदम् अव्यवहितत्वेन अव्यवहित उत्तरत्वेन घटपदे वर्तते अथवा घट इति पदम् अव्यवहितपूर्वत्वेन अम्पदे वर्तते तदा शाब्दबोधः जायते खलु घटं जायते इति मिलित्वा वदामश्चेत् शाब्दबोधः जायते यद्यपि घट इति पदम् अम् इति पदं तयोः मध्ये भेदः वर्तते भिन्नभिन्नपदाः सन्ति पदानि सन्ति ते तानि तथापि अत्र मिलित्वा उच्चारणं कुर्मश्चेत् घटम् इति यदा वयं शृणुमः तत्र घटे विद्यमानकर्मत्वम् अवगच्छामः खलु तस्य बोधः जायते खलु एवम् अत्र अश्वः सिंहः इति पदम् अहं वदामि अश्वः सिंहः इति व्यवधानम् अदत्वा अहं वदामि शब्दबोधः जायते वा अश्वः सिंहः इति चेत् अनयोः पदद्वयं श्रुत्वा अर्थबोधः न जायते न जायते सिंहः इति पदस्य अर्थः अर्थस्य अवबोधः जायते अश्वः इति अर्थबोधः जायते किन्तु अश्वः सिंहः इति यदि अहं वदामि तदा यः अर्थः अस्ति मिलित्वा इतोपि अर्थबोधः न जायते न जायते किन्तु घट इत्यस्य घट इति पदं भिन्नम् अम् इति पदं भिन्नं किन्तु मिलित्वा उच्चारयामश्चेत् घटम् इति अव्यवहितत्वेन उच्चारयामश्चेत् तत्र अधिकम् अर्थबोधः जायते किम् अधिकम् अर्थबोधः इति चेत् तत्र कर्मत्वम् आधारादेभावः कर्मत्वं घटे वर्तते इति अर्थबोधः जायते खलु यद्यपि तत्र आधार अवयव बोद्धुं पदं नास्ति, घटम् इति मिलित्वा एव उच्चारितं मया, तत्र मिलित्वा उच्चारणेन अव्यवहितेन उच्चारणेन तत्र आदेर आदेयभावः साधयति, यद्यपि तद् बोद्धुं पदं नास्ति, केवलम् उच्चारणेन तत् साधितं मया, परमत्वं घटे अस्ति इति अवबोधः जायते ज्ञानात् बोधदर्शनात्। अग्रे सर्वेषां वर्णानां च क्षणिकत्वेन युगपत् बोद्धुम् बोधुं शक्यत्वात् युगपत् बोधुम् अशक्यत्वात् क्षम्यतां सर्वेषां वर्णानां क्षणकत्वेन युगपत् बोधुम् अशक्यत्वात् इत्युक्ते क्षणिकत्वेन एकस्मिन् समये अक्षराणां ज्ञानं युगपत् इत्युक्ते इन् वन्स् वन्स् यु केनाट् अण्डर्स्टाण्ड् आल् दीस् लेटर्स् टुगेदर् इति वर्णानां ग्रहणं न भवति इति सर्वेषां वर्णानां घटम् इति वदामः यद्यपि अहं घटम् इति वदामि घटम् इत्यत्र कति वर्णाः सन्ति खकारः योगाकारः अका खड खा खकारः योगाकारः खा टा आ पञ्चवर्णानि सन्ति घटम् सप्तवर्णानि पञ्च अं खलु घटम् इत्यत्र पञ्चवर्णानि सन्ति पञ्चवर्णाः सन्ति खलु तर्हि युगपत् तेषां श्रवणं न भवति प्रथमं ग इति श्रुत्वा तदनन्तरम् आ इति श्रुत्वा तदनन्तरमेव ट इति श्रोतुं शक्यते युगपत् इत्युक्ते युगपत् मिलित्वा इति वा एकस्मिन् क्षणे युगपत् इत्युक्ते अट्वन्स् इति अर्थः अट्वन्स् इति अर्थः युगपत् इत्यस्य सर्वेषां वर्णानां च क्षणिकत्वेन तत्र क्षणिकत्वं वर्तते एकस्य वर्णस्य उच्चारणार्थं कति क्षणाः स्वीक्रियन्ते एकं क्षणं स्वीक्रियते खलु इति कृत्वा वर्णानां क्षणिकत्वेन युगपत् बोद्धुम् अशक्यत्वात् इत्युक्ते युगपत् तेषाम् उच्चारणं न कर्तुं शक्यते घटम् इत्यत्र पञ्चक्षणमस्ति वस्तुतः उच्चारणे अस्तु भोग्यम् अशक्यत्वात् अशक्यत्वात् तेन सम्बन्धेन परस्परवैशिष्ट्यज्ञानात् एव बोधस्य वर्णनीयत्वात् तेन सम्बन्धेन इति यत् उक्तम् अम्पदस्य पूर्वं घटपदम् अथवा घटपदस्य अनन्तरम् अम्पदम् यत् सम्बन्धम् उक्तम् अस्ति तत् सम्बन्धम् न अत्र अस्मिन् वाक्ये आरम्भे किमुक्तं सर्वेषां वर्णानाम् इति उक्तं खलु तर्हि अत्र घट अपि च अम् इति अनयोः मध्ये सम्बन्धः नास्ति घकारः अकारयोः मध्ये सम्बन्धः अकारटकारयोः सम्बन्धः टकार अकारयोः सम्बन्धः अकारमकारयोः सम्बन्धः तदपि एतदेव सम्बन्धः खलु इति तत्रापि आसक्तिः इत्युक्ते आसक्तिः इत्युक्ते सान्निध्यं खलु सान्निध्यं कुत्र केषु केषु भवेत् इति घटयोगः इत्यत्र सान्निध्यं केवलं तत्रैव सान्निध्यम् इति न अवगन्तव्यं गकार अकारयोः मध्ये अपि सान्निध्यं भवेत् अकारटकारयोः मध्ये अपि सान्निध्यं भवेत् इति सर्वत्र आसक्तिः अपेक्षिता तदा एव अर्थबोधः जायते इति अवगन्तव्यं तर्हि पदनिष्ठं पदज्ञाननिष्ठम् अत्र आसक्तिः गकाराकारयोः मध्ये या आसक्तिः वर्तते तत् पदनिष्ठं वा पदज्ञाननिष्ठं वा पदनिष्ठं हा खलु पदनिष्ठं अथवा वर्णनिष्ठम् इति वक्तव्यम्। आम् वर्णनिष्ठं गकार अकारयोः मध्ये, अकार तकारयोः मध्ये, तकार अकारयोः मध्ये यद् आसक्तिः वर्तते तत् वर्णनिष्ठम्। तदनन्तरं हा अपि च अथवा पदनिष्ठम् इति वक्तुं शक्यते। अपि च घटयोगः अम् इत्यत्र घट इति पदेन यः अर्थः उक्तः घटपदार्थः, अपि च अम् अदे यम् इति पदेन यत् कर्मत्वम् उक्तं तस्य अवबोधः नास्ति चेत् तत्रापि आसक्तिः भवेत् खलु इति तदेव परज्ञाननिष्ठम्। इत्युक्ते घट इति पदस्य यथा अहं पुनः पुनः वदामि तत्र गगबुगै इति यदि अहं वदामि गगबुगै इति पदेन सः पदार्थः उक्तः इति यावत्पर्यन्तं न जानीमः तावत्पर्यन्तम् अर्थबोधः न जायते। गगबुगै आनय इति अहं वदामि अथवा गगबुगम् इति तत्रापि अम् इति पदं मया उक्तं गगबुग इति अकारान्तप्रातिपदिकं योगः अम् गगपदं गगबुगम् आनय इति यदि अहं वदामि अर्थबोधः शब्दबोधः न जायते इति कृत्वा तत्र पदज्ञानम् अपेक्षितमस्ति। अस्तु इति कृत्वा एतत् सर्वम् इतोपि किञ्चित् वदति अग्रे। अस्तु धन्यवादः भगिनी। अग्रे महोदय पठितुमिच्छति वा? महोदय आं महोदय। अस्तु पठतु तर्हि समभिव्याहारस्थले अपि महोदय एकवारं पृष्ठसङ्ख्या वदतु महोदय। 328 समपि समभिव्याहारस्थलेऽपि चैत्रं पश्यति मैत्रः इत्यादौ पूर्वोक्तव्यवधाने असति अपि अज्ञाते च सति अपि बोधोदयात् एकवाक्यघटकत्वरूपसमभिव्याहारज्ञानस्यैव आवश्यकत्वम् अत एव गायकादिभिः मङ्गलायतनः हरिः इति पदयोः मध्ये चिरं षड्ज ऋषभादिप्रदर्शनपुरःसरं गायनेऽपि पूर्वोक्तसमभिव्याहारं जानतां भवति तादृशवाक्यात् बोधः। मङ्गलायतनो हरिः इति आसक्तिः महोदय समभिव्याहारस्थलेऽपि चैत्रं पश्यति मैत्रः वाक्यं तत्र चैत्रं पश्यति मैत्रः इति वाक्यमस्ति। अस्तु अत्र अग्रे गमनात् पूर्वम् इदानीं कस्मिन् विषये चिन्तनं जायमानमस्ति? आसक्तिः। आसक्तिः नाम का? सान्निध्यम्। उत्तमम्। आसक्तिः कतिविधा? पदनिष्ठं पदज्ञाननिष्ठम्। द्विविधा खलु? द्विविध आमां। पदनिष्ठं पदज्ञाननिष्ठम्। तर्हि पदनिष्ठं कतिविधम्? तदपि द्विविधम्। अत्यन्तं व्यवधानं समभिव्याहारः अत्यन्तम् अव्यवधानम् व्यवधानं नास्ति अत्यन्तम् अव्यवधानं समभिव्याहारश्च अत्यन्तम् अव्यवधानम् इति पदनिष्ठ आसक्तेः उदाहरणं वदतु. व्यवधानमेव नास्ति, अत्यन्तम् अव्यवधानम् आद्यम् इति उक्तं खलु. तत्र उदाहरणं किम्? गामानय महोदय. न, अत्र अस्मिन्नेव पाठे पूर्वस्मिन् परिच्छेदे यद् उदाहरणम् उक्तं तद्वदतु. घटपदम् महोदय, आसक्तिः इत्युक्ते सान्निध्यम् इति उक्तं. सान्निध्यं द्वयोः पदयोः मध्ये एव भवति खलु. घट अम् महोदय, घटम् पदस्य अम् तर्हि घटयोगः अम्, घट अपि च अम् इति पदयोः मध्ये या आसक्तिः वर्तते तत् अत्यन्तम् अव्यवधानम् इति पदनिष्ठ आसक्तेः उदाहरणम्. एकम् उदाहरणम् अत्र अत्यन्तम् अव्यवधानम् अत्यन्त अव्यवधानपदनिष्ठ आसक्तेः द्वितीयम् उदाहरणमपि पूर्वस्मिन् परिच्छेदे उक्तं. तत् किम्? सर्वेषां वर्णानां च उदाहरणं किम्? सत्यभामा भगिनी वदतु. घटम् इति पदं खाड खायोग. हा, तत्र उदाहरणं किं वदतु. गा खगारः योग अकारः योग तकारः योग तावदेव. इत्युक्ते अत्यन्तम् अवधानम् अत्यन्तम् अव्यवधानम् आद्यं पदनिष्ठम् आसक्तिः इति उक्तं खलु. तत्र उदाहरणद्वयम्, एकं तु घटयोगः अम्, अन्यत्तु गयोगः अ. वर्णयोः मध्ये अपि आसक्तिः, पदयोः मध्ये आपसति आसक्तिः इति उदाहरणद्वयं तत्र उक्तम्. इदानीं द्वितीयविधं पदनिष्ठम् आसक्तिः समभिव्याहरः इति. समभिव्याहरस्य उदाहरणं किम्? चैत्रं पश्यति मैत्रः इति एकं. हा, इति. सो यु सी, यु हाव् टु हाव् अ वेरी क्लियर् अण्डर्स्टाण्डिङ्ग्. आसक्तिः नाम का? सान्निध्यम्. सो यु हाव् टु ड्रा अ टेबल्. आसक्तिः नाम का? सान्निध्यम्. आसक्तिः तत्र उपरि लिखित्वा शरद्वयं स्थापयतु. पदनिष्ठं, पदज्ञाननिष्ठं. पुनः पदनिष्ठम् अत्र शरद्वयं स्थापयतु. अत्यन्तम् अव्यवधानं समभिव्याहरः. तर्हि अत्यन्तम् अव्यवधानम् इत्यतः अधस्तात् उदाहरणद्वयं लिखन्तु. घटयोगः अम् इति अनयोः मध्ये आसक्तिः, गकार अकारयोः मध्ये अपि आसक्तिः इति उभयमपि अत्यन्तम् अव्यवधानम् इति पदनिष्ठ आसक्तेः उदाहरणम्. इदानीं द्वितीयं पदनिष्ठम् अपि च समभिव्याहरः. तर्हि तस्य उदाहरणमस्ति चैत्रं पश्यति मैत्रः. सो ट्रै टु आल्वेज् इमेजिन् अ पिक्चर् इन् युर् मैण्ड्. अस्तु, इदानीम् अग्रे वदतु महोदय. चैत्रं पश्यति मैत्रः, अत्र पश्यतु, चैत्रं पश्यति मैत्रः इत्यत्र घटयोगः अम् इति नास्ति, गयोगः अ इति नास्ति. अत्र तयोः मध्ये आसक्तिः. घटयोग घट अम् मध्ये आसक्तिः अस्ति. न न, चैत्रं पश्यति मैत्रः इत्यत्र अत्र चैत्रयोगः अम् मध्ये अस्ति इति नास्ति. चैत्रयोगः अम् इति गच्छति अस्ति चेत् वदति चेत् अत्यन्तम् अव्यवधानं तत्र गच्छति खलु. इदानीं समभिव्याहरस्य उदाहरणमस्ति एतत्. किन्तु तत्र तु चैत्रं पश्यति मध्ये व्यवधानम् अस्ति खलु. पश्यति योगः मैत्रः मध्ये व्यवधानमस्ति चेत् किम्? अत्यन्तसान्निध्यं नास्ति इति. किमर्थं नास्ति? चैत्रं पश्यति मैत्रः इत्यत्र चैत्रं पश्यति इति चैत्रम् इति पदस्य समीपे नास्ति वा? समीपे अस्ति किन्तु यथा चैत्रयोगः अम् अस्ति तथैव चैत्रं पश्यति. अतः एव आरम्भे मया किं पृष्टम्, आसक्तिः नाम किम्? सान्निध्यम्. सान्निध्यम् इत्युक्ते किं? सामीप्यं, तावदेव. सामीप्यमेव. आम्. So if you are sitting next to me, you are sitting in my near to me. You don't have to sit on me for me to say you are sitting near me, right? Amodaya. Tarhi asatti hi itse definition kim, lakshanam kim? Sitting near, sanidhyam. Sanidhyam itse samipyam. You don't have to be stuck to me in order for sanidhyam to be. That is not the lakshana. किन्तु व्यवहारे चैत्रम् एकं पदं पश्यति द्वितीयपदम् इति तथैव आगच्छति खलु. तत्तु भवतु, अत्र वाट् इस् द डेफिनेशन्? हौ डु यु से संथिङ्ग् इस् नियर् आर् फार्? सामीप्यं, स्थले सामीप्यम् अस्ति चेत्. हा खलु. सो ऐ काण्ट् से, यु नो, इफ् यु आर् सिटिङ्ग् इन् द चेर् नेक्स्ट् टु मी, ऐ केन् से यु आर् सिटिङ्ग् नेक्स्ट् टु मी. You are near me. For me to say you are near me, you don't have to sit on me, right? Satyam. Or unless we hold hands, only then you are near. That is not the definition of nearness, correct? There can be gap between the two. You can be 1 foot away. You can be sitting in your chair 1 foot away. I can be sitting in my chair 1 foot away. Still, you are near me, right? इति कृत्वा चैत्रं पश्यति मैत्रः इत्यत्र चैत्रम् अपि च पश्यति अनयोः मध्ये सान्निध्यम्. तदेव समभिव्याहारः इति कथ्यते. सो यु हाव् टु अण्डर्स्टाण्ड् वाट् इस् द डिफरेन्स् बिट्वीन् अत्यन्तम् अवधानम् अव्यवधानम् आद्यं समभिव्याहारश्च इति पदनिष्ठ आसक्तिः द्विविधम् इति उक्तं खलु. तयोः मध्ये कः भेदः इति चेत् तदेव अवबुध्यते. तदेव न अवबुध्यते तर्हि. अतः एव उदाहरणं वदतु इति उक्तवान्. अत्यन्तम् अव्यवधानम् इत्यस्य उदाहरणं घटयोगः अम् अथवा गयोगः अ इति उदाहरणद्वयम्. अत्यन्तम् अव्यवधानम् इत्यस्य समभिव्याहारस्य उदाहरणमस्ति चैत्रं प्लस् पश्यति अथवा पश्यति प्लस् मैत्रः. अवगच्छति खलु महोदय? अस्तु. किञ्चित् व्यवधानम् अस्ति किन्तु किञ्चित् आधिक्य व्यवधानम् अस्ति किञ्चित् द्वितीय विद मा चिन्तयतु. अत्र दट् इस् अ मिस्टेक् यु आर् मेकिङ्ग्. डोण्ट् इफ् यु थिङ्क् आफ् व्यवधानं यु विल् हव् अ प्राब्लम्. You have to only think of nearness because we are talking about nearness, asatihi. So, I will give you, you have to imagine an example. Let us say, on my lap, my grandson is sitting. Okay? And I am sitting on a chair. And you are sitting next to me in a separate chair. Now, you are near me, correct? Avayoho madhye. Tatra asakti hi asti, sanidhyam asti. Mama, apicha mama pautrayoho madhye sanidhyam asti vanava? Atyanta sanidhyam asti. Bhavatu, tatra, idanim atyanta sanidhyam iti uktam kalu. Tadeva atyantam abhyodhanam iti bedaha. So this, in both places there is sanidhyam. But there is a small difference. Samyoga. There is a small difference. What difference? Between me and my grandson, even though there is nearness, it is different from the nearness that is between me and you. Samyoga hasti. Atra atyantam, atyanta samipyam vartate, mama apicha mama pautrayoho madhye, atyanta samipyam vartate, kintu mama apicha स्वामिपादयोः मध्ये अत्यन्तसामीप्यं नास्ति, किन्तु सामीप्यं वर्तते. इदानीं मेहुल् महोदय यु एस् ए नगरे अस्ति, तत्र सान्निध्यमेव नास्ति इति भेदः. सो यु हाव् टु अण्डर्स्टाण्ड् एक्साक्ट्लि वाट् इस् द डिफ़रेन्स्. अस्तु, तर्हि इदानीं चैत्रं पश्यति मैत्रः इत्यनर्थ इत्यत्र समभिव्याहारपदनिष्ठ आसक्तिः, समभिव्याहारपदनिष्ठ आसक्तिः. सो ऐ एम् मेकिङ्ग् एव्रिथिङ्ग् एस् एन् अब्जेक्टिव्. समभिव्याहारपदनिष्ठव्या आसक्तिः इत्युक्ते आसक्तिः द्विविधं, पदनिष्ठं पदज्ञानिष्ठं. पदनिष्ठमपि द्विविधम्, अत्यन्त अभाव अत्यन्तम् अव्यवधानं समभिव्याहारः. तर्हि समभिव्याहारपदनिष्ठ आसक्तिः मीन्स् दट् आसक्ति विच् इस् आफ् द नेचर् आफ़् समभिव्याहार विच् इस् आल्सो आफ़् द नेचर् आफ़् पदनिष्ठ आसक्तिः. तस्य उदाहरणं किं? चैत्रं पश्यति मैत्रः. तत्र अस्मिन् उदाहरणे कयोः मध्ये आसक्तिः? चैत्रम् अपि च पश्यति इति पदयोः मध्ये व्याकरणानुगुणं यौ पदौ, ये पदे तयोः पदयोः मध्ये यौ पदौ एव, पदं न, ये पदे नपुंसकलिङ्गम्. अस्तु, इति कृत्वा चैत्रम् अपि च पश्यति इति पदयोः मध्ये आसक्तिः. तदेव उदाहरणं समभिव्याहारस्थले इत्यस्य. अस्तु अग्रे इत्यादौ महोदय, व्याहार इत्युक्ते किम्? व्याहार अत्र समभिव्याहारः इत्युक्ते सम् उपसर्गपूर्वक, अभि उपसर्गपूर्वक, वि अपि स उपसर्गपूर्वक, आ उपसर्गपूर्वक, ह इति धातुः योगः घञ्, हृ इति धातुः योगः घञ्. सो फोर् उपसर्गास् आर् देर्. सम अभिव्याहारः सम् अभि वि आ हृ घञ् व्याहार मिलित्वा उच्चारणमेव समभिव्याहारः इति. इदानीं चैत्रं पश्यति मैत्रः इत्यत्र मिलित्वा एव उच्चारयति खलु महोदय? मिलित्वा मिलित्वा एव उच्चारणं, किं तथापि तत्र व्यवधानमस्ति. चैत्रम् अपि च पश्यति अनयोः मध्ये व्यवधानमस्ति, पदयोः मध्ये व्यवधानमस्ति, किन्तु उच्चारणे व्यवधानम् अस्ति. चैत्रं पश्यति मैत्रः इति मिलित्वा अहम् उच्चारयामि, सत्यं, तदेव समभिव्याहारः इति. अस्तु अग्रे इत्यादौ. इत्यादौ पूर्वोक्त अव्यवधाने असति अपि, डबल् नेगेटिव् इत्युक्ते व्यवधाने सति अपि, व्यवधाने सति अपि तयोः मध्ये व्यवधानमस्ति. चैत्रं पश्यति अथवा चैत्रम् अपि च पश्यति अनयोः मध्ये ग्याप् अस्ति. लेखनसमये इति मा वदतु, इत्युक्ते भेदः अस्ति. चैत्रम् इति भिन्नपदं, पश्यति इति भिन्नपदमस्ति खलु, तयोः भिन्नत्वात् तेषां व्यवधानं साधितं. ग्याप्, इट् इस् नाट् डन्. अस्तु, अज्ञाते च सत्यपि ज्ञाते च सत्यपि, बै मिस्टेक् इट् इस् व्यवधानम्. No, no, not by mistake. Ajnate means not by mistake. Samabhidhyaharasthale api chaitram pashyati maitraha ityadau. Tatra udaharan. Purvokta avyavadane asatyapi. Ityuktene vyavadane satyapi. Tadrisha vyavadhanam asti iti ajnate satyapi. Aham na janami. Vyavadhanam asti. Aham katam uccharayami. Chaitram pashyati maitraha iti uccharayami. तर्हि तत्र चैत्रम् अपि च पश्यति अनयोः मध्ये व्यवधानम् अस्ति इति अहं न जानामि. तादृश अज्ञाते सत्यपि व्यवधानमस्ति इति न बोध बोधः उदयात् एकवा व्यवधानम् अस्ति इति न जानामि. चैत्रं पश्यति मैत्रः इति तत्र चैत्रम् अपि च पश्यति इति अनयोः मध्ये व्यवधानमस्ति. अहं न लिखित्वा अत्र लिखित्वा पश्यामश्चेत् व्यवधानमस्ति इति ज्ञातुं शक्यते, किन्तु उच्चारणसमये चैत्रं पश्यति मैत्रः इति एकेन असकृतः उच्चारयामि इत्यत्र व्यवधानमस्ति वा न वा इति भवान् न जानाति, किन्तु बोधः जायते वा न वा? जायते. हा, चैत्रं पश्यति मैत्रः इति उच्चारणे बोध उदयं भवति खलु, बोध उदयात्. अस्तु अग्रे. एकवाक्यघटकत्वरूपसमभिव्याहारज्ञानस्य एव आवश्यकत्वम्. समभिव्यवहारज्ञानस्य आवश्यकत्वमस्ति, तत् एकवाक्यघटकत्वरूपं भवेत्. भवान् अवगच्छति वा इति न जाने. अस्तु, अत्र यदि अवगच्छति तर्हि अत्र उदाहरणे किं वक्तव्यम्? इदानीं समभिव्याहारपदनिष्ठ आसक्तिः कुत्र वर्तते? चैत्रं पश्यति मैत्रः इति वाक्ये, एकवाक्यम् इति. उत्तमं. हा, यथा पूर्वमस्तमत्र उक्तं चैत्रम् अपि च पश्यति अनयोः मध्ये समभिव्याहारपदनिष्ठ आसक्तिः इति नास्ति. मिलित्वा मिलित्वा एकवाक्यम् एकं वाक्यं चैत्रं पश्यति मैत्रः इति एकं वाक्यं, तस्मिन् वाक्ये यानि पदानि सन्ति तेषु तान् तानि पदानि मिलित्वा तत्र समभिव्याहारपदनिष्ठ आसक्तिः अस्ति इति वक्तव्यं. तर्हि उदाहरणं कथं स्थापनीयम् इति चेत् अत्यन्तम् अव्यवधानम् इत्यत्र घटयोगः अम् इति स्थापितं, तत्र द्वितीय उदाहरणत्वेन ग इति अ इति स्थापितम्. इदानीं समभिव्याहारस्थले उदाहरणं कथं स्थापनीयम् इति चेत् चैत्रं योगः पश्यति योगः मैत्रः इति पदद्वयमपि स्थापनीयं मिलित्वा. पदत्रयेषु मिलित्वा अत्र समभिव्याहारपदनिष्ठ आसक्तिः अस्ति इति अवगन्तव्यं. तदेव अत्र उक्तम् एकवाक्यघटकत्वरूपसमभिव्याहारज्ञानस्य एव इत्युक्ते अस्तु अत्र बोधनार्थम् एकवाक्यघटकरूपसमभिव्याहारज्ञानस्य एव अत्र चैत्रं पश्यति मैत्रः इति वाक्यं खलु, तत्र वाक्यं समापनं भवति इति ज्ञानम् आवश्यकं खलु? आमोद. अत्र बहुत्र अन्ये कथं पठन्ति इति चेत् कुत्र स्थगनीयम् इति ते न जानन्ति, अतः मिलित्वा एवमेव ते पठन्ति. अत्र पश्यतु कथं पठनीयमिति चेत् चैत्रं पश्यति मैत्रः इत्यादौ पूर्वोक्त अव्यवधाने असत्यपि असत्यपि अज्ञाते च सत्यपि इति मिलित्वा मिलित्वा पठनीयम्. अज्ञाते च सत्यपि इति मिलित्वा पठनीयं, तदा एव अज्ञाते च सत्यपि इति वाक्यं श्रुत्वा तत्र मिलित्वा तत्र आकाङ्क्षा वर्तते इति कृत्वा ज्ञानबोधः जायते, शाब्दबोधः जायते. यदि अस्तु अहम् एवं पठामि, समभिव्याहारस्थले अपि चैत्रं पश्यति मैत्रः इत्यादौ पूर्वोक्तव्यवधाने अस्यतिपि अज्ञाते च सत्यपि बोध उदयात् इति यहि यदि अहं पठामि अर्थबोधः जायते वा? न जायते खलु. किमर्थम् इति चेत् चैत्रं पश्यति मैत्रः इत्यत्र मिलित्वा तत्र एकं ज्ञानमपेक्षितमस्ति. इत्यादौ पूर्वोक्तव्य अव्यवधानेन सत्यपि अज्ञाते इति यदि अहं पठामि इदानीं किमर्थम् अर्थबोधः न जायते इति कृत्वा इति चेत् अत्र अस्मिन् वाक्ये यथा मया पठितं तस्मिन् वाक्ये अज्ञाते इति यावत् एकं वाक्यत्वेन एकवाक्यत्वेन स्वीकृत्य यदि अहं पठामि तदा एकवाक्यघटकज्ञानरूपसमभिव्याहारज्ञानं नास्ति तत्र इति कृत्वा अर्थबोधः न जायते. इत्यादौ पूर्वोक्त अव्यवधाने सत्यपि अज्ञाते इति यदि अहं पठामि तदा अर्थबोधः जायते इति कोऽपि वदति चेत् सः न जानाति. अर्थबोधः न जायते इति कोऽपि वदति चेत् तस्मिन् अज्ञानम् अस्ति इति कृत्वा सः न जानाति इति नास्ति. अस्मिन् वाक्ये एकवाक्यघटकत्वरूपसमविव्याहारज्ञानं नास्ति. ज्ञानमस्ति चेत् शब्दबोधः जायते, ज्ञानं नास्ति चेत् शब्दबोधः न जायते इति कृत्वा तत्र आवश्यकत्वं वर्तते. समविव्याहारपदनिष्ठ आसक्तिः अपि वक्तव्यम् इति. अस्तु अग्रे. मङ्गलायतनः हरिः इति पदयोः मध्ये स्वरं षड्ज अपि च ऋषभ प्रदर्शनपुरस्सरं किं कुर्वन्ति गायिकादिभिः? पूर्वोक्तसमभिव्याहारं जानतां भवति तादृशवाक्याद् बोध. तत्रापि मङ्गलायतनः हरिः स्वरभेदः अस्ति. अतः स्वरभेदः अस्ति इत्युक्ते निरूपयतु स्वरभेदः अस्ति इति कथं? मङ्गलायतनः षड्जस्वरे वदन्ति अपि च हरिः इति ऋषभ. न किन्तु अत्र आशयः कः? आशयः अस्ति समभिव्याहार आसक्तिः निरूपणं महोदय. अस्तु अत्र मङ्गलायतनो हरिः इति अत्र भवान् कर्नाटिक् म्यूसिक् जानाति किम्? किञ्चित् महोदय, अदेव अहम् अवदम्. भवतु, किन्तु अत्र सङ्गीतस्य ज्ञानं न आवश्यकं, किन्तु एकां कीर्तनां वदतु यद् भवान् जानाति. तथैव अहं न जानामि. न किमपि. ओ जगदानन्दकारक. अत्र पश्यतु जगदानन्दकारक इत्यत्र पदच्छेदः कथमस्ति? जगत् आनन्दकारक इति. अस्तु तत्र विग्रहवाक्यं वदतु. जगतः आनन्दकारकं यः. जगतः आनन्दस्य कारकः यः महोदय. खलु महोदय. हा इति अस्ति जगदानन्दकारक कारक हे इति तत्र कारक इति सम्बोधनमस्ति, कारकः इति नास्ति. जगदानन्दकारक हे जगदानन्दकारक इति त्यागराजस्वामी वदति रामं प्रति. अस्तु किन्तु तस्य कथं वा गीतं श्रावयन्ति गायकाः इति चेत् जगदानन्दकारक इति ते गायन्ति खलु? सत्यम्. अत्र यः पदच्छेदं न जानाति, यः संस्कृतं न जानाति, सः कथं गायति इति चेत् जगदानन्दकारक इति सः गायति. जगदानन्दकारक इति सः गायति. आं महोदय, तर्हि खलु किमर्थम् इति चेत् न इत्यत्र स्वरभेदः जातः इति कृत्वा अत्र अन्यदपि उदाहरणमस्ति. यन्तरो महानुभावुलु इति अस्ति. तत्र कथं भवति? यन्तरो महानुभावु इति अस्ति. भावुलु इति ते गायन्ति. यन्तरो महानुभावुलु इति ते गायन्ति, किन्तु महान् दोषाय. यन्तरो मा हानु भा उ हा यन्तरो मा हानुभावु लु इति पदच्छेदं कृत्वा ते गायन्ति. किन्तु कथं गानीयम् इति चेत् यन्तरो महानुभावुलु इति एकमेव पदम्. पदद्वयमपि भवितुम् यन्तरो यन्तरो महानुभावुलु द्वितीयपदं सत्यं मया दोषेन उक्तं यन्तरो महानुभावुलु इति अतः बालमुरलीकृष्णः कथं गायति इति चेत् यन्तरो महानुभावुलु इति सः गायति किन्तु ये न जानन्ति कथं गायन्ति यन्तरो महानुभावुलु इति ते गायन्ति महोदय भवान् तु उत्तमरीत्या गायति हो अहं तु अहं सङ्गीतं जानामि तदेव यदा भवान् गायति अहमपि मम ज्ञानम् अभवत् ओ तथैव वा अस्तु महोदय भवतु तर्हि अत्र पश्यतु यः गायति सः न जानाति किन्तु यः शृणोति यः शृणोति तस्य शब्दबोधः जायते यदि यदि आसक्तिज्ञानं समभिव्याहार आसक्तिज्ञानं तस्मिन् अस्ति चेत् सः अवगच्छति खलु यः गायति सः न जानाति सः कथं गायति यन्तरो महानुभावुलु इति सः गायति किन्तु जानामि तत्र समभिव्याहार पदनिष्ठ आसक्तिज्ञानं मयि अस्ति चेत् मया अवगन्तुं शक्यते तदेव अत्र उक्तम् अत एव गायकादिभिः मङ्गलायतनः हरिः इति पदयोः मध्ये चिरं षड्ज ऋषभादिप्रदर्शनपुरस्सरं गायेनापि गायने अपि इत्युक्ते मङ्गलायतनो इति तादृशं ते गायन्ति भवतु तथापि पूर्वोक्तसमभिव्याहारं जानतां भवति तादृशवाक्यात् बोधः यथा मया उक्तं यन्तरो महानुभावुलु इत्यत्र यः गायति सः न जानाति किन्तु यः शृणोति तस्मिन् समभिव्याहारपदनिष्ठ आसक्तिज्ञानमस्ति इति कृत्वा तस्मिन् शाब्दबोधः भवति इति वदति अतः समभिव्याहारपदनिष्ठ आसक्तिः इति भिन्नम् तस्मात् अत्यन्तम् अव्यवधानपदनिष्ठ आसक्तिः इत्यस्मात् तर्हि अत्यन्तम् अव्यवधानम् आसक्तिः इत्यस्य उदाहरणं किं घटयोगः अम् अथवा गयोगः अ समभिव्याहारपदनिष्ठ आसक्तेः उदाहरणं किं चैत्रं पश्यति मैत्रः इति मिलित्वा सो इवन् इफ् देर् इस् अ गेप् इन् बिट्वीन् मङ्गलायतनः इति उक्त्वा तन्मध्ये षड्जं ऋषभम् एतत् सर्वं यदा आलापनं क्रियते तदा एतादृश व्यवधानं ते स्थापयन्ति तत्र आसक्तिः नास्ति तथापि यस्मिन् तादृशज्ञानमस्ति तस्य न्यायशाब्दबोधः जायत्येव इति अत्र उक्तम् अवगच्छति खलु आं महोदय उत्तमम् अस्तु तर्हि इदानीं किम् अवशिष्टमस्ति पदज्ञाननिष्ठम् अवशिष्टमस्ति आसक्तिः अग्रे मेहुल् महोदय पठतु धन्यवादः ज्ञाननिष्ठं च सान्निध्यम् अत्र ज्ञाननिष्ठम् इत्यनेन पदज्ञाननिष्ठम् इति अवगन्तव्यं तदेव पूर्वं लिखितमासीत् खलु हा पदज्ञाननिष्ठं पदज्ञाननिष्ठं च सान्निध्यम् ज्ञाननिष्ठं च सान्निध्यं विद्यमानं सत् कारणमिति नात्र ज्ञान अपेक्षा एतस्यापि कारणत्वम् आवश्यकम् उपस्थितीनां सान्निध्याभावे बोध अदर्शनात् एतादृशव्याख्यानेन च असाङ्कर्यं भवति सर्वविधसान्निध्यस्य आसक्त्या एव निरूपणात् न्यायबोधिनीरीत्या तु आकाङ्क्षाशरीरे अपि अव्यवहितत्वप्रवेशात् विषयसाङ्कर्यम् एतादृशविषयसाङ्कर्यवारणायैव वस्तुतस्तु क्रियाकारकपदानां सन्निधानम् आसक्त्या चरितार्थं परन्तु घटकर्मताबोधं प्रति घटोपदोत्तरद्वितीया रूपाकाङ्क्षाज्ञानं कारणम् इति मुक्तावलिपङ्क्तिरपि अस्मदुक्तरीत्या योजनीया अन्यथा आकाङ्क्षायां सन्निधौ च उभयत्रापि सन्निधेः एव निरूपणात् विषयवैलक्षण्यानुपपत्तेरिति दिक् अस्तु अत्र ज्ञाननिष्ठ च सान्निध्यम् अत्र यतावत् यावत् भवता पठितं तत्र ज्ञाननिष्ठ आसक्तेः उदाहरणं दत्तं वा अत्र हरि ओम् न दत्तं महोदय उदाहरणम् अत्र नास्ति खलु हा उदाहरणं न दत्तम् इति अवगन्तव्यं प्रथमम् तर्हि तस्य उदाहरणं किम् इति ऊहां कुर्मः उदाहरणं स्वीकृत्य अवगच्छामश्चेत् समीचीनबोधः जायते खलु सरलतया तर्हि अत्र पदज्ञाननिष्ठं च सान्निध्यम् इत्यत्र किम् उदाहरणं स्वीकर्तुं शक्यते पदज्ञाननिष्ठं कारणमिति न अत्र ज्ञानपेक्षा इत्यस्यापि कारणत्वम् आवश्यकम् इत्युक्ते अत्र उदाहरणं दत्तमस्ति ओ अस्तु वस्तुनां शरीरवादर्शनात् अन्यः घटकर्मताबोधं प्रति घटपदोत्तरद्वितीयारूपाकाङ्क्षा ज्ञानं कारणम् इति उदाहरणमस्ति अत्र घटम् इति तत्र कयोः मध्ये क्रियाकारकपदानां सन्निधौ ओ अस्तु घटम् आनय इत्यत्र घटपदोत्तर यत् द्वितीयारूप आकाङ्क्षा ज्ञानम् इति यदस्ति तदेव कारणं भवति घटकर्मता बोधं प्रति अत्र घटे कर्मता वर्तते इति कथं जाने न तत्र भिन्नवार्ता अस्ति किन्तु इदानीं तत्र भिन्नवार्ता अस्ति महोदय प्रथमं ज्ञाननिष्ठम् इत्यस्य उदाहरणं किं तत्रैव यत् यत् यत्र भवता पठितं तत्रैव उदाहरणमस्ति किन्तु तस्मिन् उदाहरणे इतोपि अधिकचिन्तनमस्ति तत्र केवलम् उदाहरणं वदतु अत्र यथा अत्यन्तम् अभ्यवदानम् इत्यत्र घटयोगः अम् इति उक्तं तथा अत्र किम् घटम् आनय इति वा घटम् आनय इति अपि नास्ति घटयोगः अम् इति एव उदाहरणम् अत्रापि क्रियाकारकपदानां सन्निधानम् आसत्य चरितार्थम् इति न न तत् त्यजतु तत् त्यजतु तदनन्तरम् आगच्छामः यथा अत्यन्तम् अभ्यवधानम् इत्यत्र सो यु हव् टु रिमेम्बर् दि डायग्राम् दट् वि ड्रू तत्र आसक्तिः इति उपरि स्थापितं तत्र शरद्वयं स्थापितं पदनिष्ठं पदज्ञाननिष्ठं पदनिष्ठत्रे पदनिष्ठे अपि शरद्वयं स्थापितम् एकं तु अत्यन्तम् अभ्यवधानम् अन्यत्तु समभिव्याहारः अत्यन्तम् अभ्यवधानम् इत्यत्र उदाहरणद्वयं तत्र अधः उदाहरणद्वयम् अस्माभिः लिखितम् एकम् उदाहरणं घटयोगः अम् अन्यदुदाहरणं गयोगः अ समभिव्याहार इत्यस्मिन् अधः इत्यस्य अधः तत्र चैत्रं पश्यति मैत्रः इति मिलित्वा एकं वाक्यं लिखितम् एवम् इदानीं पदज्ञाननिष्ठम् इत्यत्र किम् उदाहरणं स्थातव्यम् इति चेत् घटयोगः अम् इति एव घटम् इति घटयोगः अम् इति एव उदाहरणं तत्रापि स्थापनीयं तर्हि अत्यन्तम् अभ्यवधानम् इत्यत्र घटयोगः अम् इति स्थापितं पदज्ञाननिष्ठम् इत्यत्रापि घटयोगः अम् इति स्थापितं तर्हि तयोः मध्ये कः भेदः इत्युक्ते अत्र पदज्ञाननिष्ठ इति आसक्तिः अस्ति इत्युक्ते घट अत्र घटपदे पदे अस्तु कर्मतायाः ज्ञानं यदा अम् इति कारणेन एव भवति तर्हि तत्र घटपदोत्तरद्वितीयारूप आकाङ्क्षा ज्ञानम् इति एव कर्मत्वस्य कर्मतायाः कारणं अगेन् यु आर् गेटिङ्ग् एक्स्ट्रीम्ली काम्प्लिकेटेड् स्वशब्दैः लूसिड् घटनिष्ठकर्मतायाः इति मा वदतु. उभयत्र घटयोगः एम् अम् इत्येव लिखितं खलु. अत्यन्तम् अव्यवधानम् इत्यत्रापि उदाहरणं किं? घटयोगः अम्. पदज्ञाननिष्ठम् इत्यत्रापि उदाहरणं किं? घटयोगः अम्. तर्हि अनयोः उदाहरणयोः मध्ये कः भेदः? यद्यपि स्वरूपतः उदाहरणं समानं तिष्ठति किन्तु आसक्तिः कुत्र वर्तते? प्रथम उदाहरणे अत्यन्तम् अव्यवधानम् इत्यत्र आसक्तिः कुत्र वर्तते? अम् इत्यत्र अकारयोः मध्ये आसक्तिः वर्तते. न न घटयोगः अम् गकारः अपि च अकारः इत्यत्र इति भिन्न उदाहरणं. घटयोगः अम् इत्यत्र आसक्तिः वर्तते. सा आसक्तिः किं निष्ठा? पदनिष्ठ. केवलं पदनिष्ठ. इदानीं घटयोगः अम् इति पदज्ञाननिष्ठस्य अधः यदा अस्माभिः लिखितं तत्र आसक्तिः किं निष्ठा? घटम् इति पदज्ञाननिष्ठा. हा घट इति पदज्ञाननिष्ठा इति भेदः. पूर्वं पदनिष्ठम् इदानीं पदज्ञाननिष्ठम् इति भेदः. तावदेव वक्तव्यम्. उदाहरणं तु समानेव, परन्तु एकं पदनिष्ठम् अन्यत् पदज्ञाननिष्ठम्. हा पदज्ञानं कुत्र भवति? पदज्ञानं घटे अपि च अम्. न न पदज्ञानं ज्ञानं कुत्र भवति? पदे. ज्ञानं पदे भवति. ज्ञानं तु आत्मनीय. हा इति वक्तव्यं खलु. तर्हि पदज्ञानं कुत्र अस्ति? आत्मनि. आत्मनि आत्मनि अस्ति इति भेदः. अत्यन्तम् अव्यवधानम् आदनम् आदम् इत्यत्र पदनिष्ठमिति चेत् तत्र घट अपि च अम् इति पदे सा आसक्तिः वर्तते. किन्तु इदानीं घटयोगः अम् इति यदि घट इति पदस्य ज्ञानमहं जानामि, घट घट घट इति पदस्य ज्ञानं मयि वर्तते अथवा अम् इति पदस्य ज्ञानं वर्तते तदा तत्र आसक्तिः वर्तते, मम ज्ञाने आसक्तिः वर्तते इति भेदः द्वयोः मध्ये, पदनिष्ठं पदज्ञाननिष्ठम्. इत्युक्ते पदे वर्तते, अन्यत्तु आत्मनि वर्तते. हा पद आत्मनि विद्यमानज्ञाने वर्तते, आत्मनि वर्तते इति नास्ति. आत्मनि ज्ञानमस्ति, पदज्ञानमस्ति, तस्मिन् ज्ञाने आसक्तिः वर्तते. हा तर्हि इदानीम् अतः एव अत्र पदज्ञाननिष्ठमिति त्यक्त्वा ज्ञाननिष्ठं च सान्निध्यम् इति उक्तम्. पदज्ञाननिष्ठं च सान्निध्यम् इति वदति चेत् तत्र क्लेशः भवति इति कृत्वा इदानीम् आसक्तिः द्वितीयविध आसक्तिः पदनिष्ठ पदज्ञाननिष्ठमिति आसक्तिः कुत्र कुत्र निष्ठमिति चेत् ज्ञाने निष्ठं. ज्ञानं कुत्र निष्ठम्? आत्मनि निष्ठम्. हा तर्हि इदानीं ज्ञाननिष्ठं च सान्निध्यम् विद्यमानस विद्यमानं सत्कारणम् इत्यस्य अर्थः कः? सान्निध्यं सान्निध्ये सान्निध्यमिति त्यजतु, विद्यमानं सत्कारणम् इत्यस्य अर्थः कः? सान्निध्यमिति त्यजतु. तस्य कारणं तस्य कारणं तस्मिन् यः कारणं विद्यते इति नास्ति. विद्यमानं सत्कारणम् इति तत्र कारणत्वविवक्षा कारणत्व आलोचने विचारे द्विविधकारणत्वम् अस्माभिः अधीतं. विद्यमानं सत्कारणं ज्ञायमानं सत्कारणं ज्ञायमानं विद्यमानं सत्कारणम् इत्यस्य उदाहरणं किम्? न अधुना न स्मरामि महोदय, क्षम्यतां. ज्ञायमानं सत्कारणस्य उदाहरणम् अस्ति इति अधुना न स्मरामि, क्षम्यताम्. अस्तु सत्यभामा भगिनी. महोदय हस्तिपकः अपि च यत्र हस्तिपकः अस्ति तत्र हस्ति अपि भवेत् इति विद्यमानं सत्कारणम्. इति विद्यमानं सत् कारणं वा? एकसम्बन्धि ज्ञानम् एकसम्बन्धिज्ञानेन अपरसम्बन्धिज्ञापकम् इति चेत् तत्र कीदृशकारणं तत्र कारणत्वं तत् ज्ञानं ज्ञानम् इति क्षम्यता एकसम्बन्धि अपूर्णवाक्यं वदतु भगिनि इति कृत्वा हस्तिपकः अपि च हस्तिः इति उदाहरणं तस्य उदाहरणं विद्यमानं सत् कारणत्वस्य उदाहरणं वा न्यायमानं सत् कारणस्य उदाहरणं वा? न्यायमानं सत् कारणत्वस्य उदाहरणम्। उत्तमं, भवती विपरीतरीत्या उक्तवती। क्षम्यता। अस्तु, तर्हि इदानीं विद्यमानं सत् कारणत्वस्य उदाहरणं किम्? See, all these are concepts, very, very important concepts. बीजात् वृक्षः, बीजं वृक्षम्। बीज बीजे कारणत्वमस्ति, कस्मिन् प्रति? कं प्रति? वृक्षं प्रति। तर्हि अस्मात् बीजात् एतद् वृक्षं जायते इति अस्माकं मनसि ज्ञानमस्ति चेदेव वृक्षात् बीजः जायते वा? न। खलु? न। हा, वने बहवः वृक्षाः सन्ति, ते कथं जायन्ते? विद्यमानं सत् कारणत्वम् इत्युक्ते बीजः अस्ति चेत् तत्र बीजात् वृक्षं जायते इति अस्माकं ज्ञानमस्ति चेद् एव बीजात् वृक्षं जायते इति नास्ति। वृक्ष बीजात् वृक्षः जायते इति नास्ति। अस्माकं तत् तत्र बीजे विद्यमानकारणत्वम् अस्माकं ज्ञानाधीनं नास्ति। बीजः अस्ति चेत् विद्यमानं चेत् विद्यमानम् इत्युक्ते अस्ति इति अर्थः। बीजः अस्ति चेत् तस्मात् वृक्षः जायत्येव। तर्हि बीजे विद्यमानकारणत्वम् अस्माकं ज्ञानाधीनं नास्ति, किन्तु विद्यमानं बीजः अस्ति चेत् तस्मिन् कारणत्वमपि अस्ति। तस्मिन् कारणत्वमस्ति इति अहं वयं जानीमः वा न वा, तत्र वृक्ष बीजात् वृक्षः जायत्येव। किन्तु हस्तिपकः अपि च हस्तिः इत्यत्र का गतिः? ह्यः हस्तिपकम् अपि च हस्तिः मया दृष्टः। तर्हि अद्य इदानीम् अत्र केवलं हस्तिपकम् एव अहं पश्यामि। यदि ह्यः मया हस्तिपकः अपि च हस्ति उभयं मिलित्वा दृष्ट्वा तादृशज्ञानं मयि अस्ति चेत् तदा मया ऊहां कर्तुं शक्यते, भवतु अत्र हस्तिपकः अस्ति, तर्हि हस्तिः अपि समीपे कुत्रचित् भवेत् इति ज्ञानं। हस्तिज्ञानं किमधीनं? हस्तिः प्रत्यक्षेन न दृश्यते, हस्तिपकः एव दृश्यते, किन्तु हस्तिः अपि तत्र भवेत् इति ज्ञानं किमधीनं? हस्तिज्ञानं किमधीनम् इति चेत् ज्ञायमानं सत्। किं ज्ञानमायं सत्? यदा हस्तिपकः अपि च हस्तिः उभयमपि मिलित्वा मया दृष्टः तदा यद् ज्ञानं प्राप्तं तद् ज्ञानाधीनमस्ति, हस्तिः अपि अत्र तत्र भवेत् इति ज्ञानार्थम्। यदि ह्यः कोऽपि न केनापि न दृष्टं हस्तिपकः अपि च हस्तिः मिलित्वा केनापि न दृष्टं चेत्, हस्तिपकं हस्तिं च मिलित्वा केनापि न दृष्टं चेत् तेन हस्तिपकं दृष्ट्वा तत्र हस्तिः अपि भवेत् इति तस्मिन् ज्ञानम् उत्पद्यते वा? न। इति कृत्वा हस्तिः अस्ति इति ज्ञानं तत्र ज्ञानमानं सत् कारणत्वम्। हस्तिपके विद्यमान इदानीं हस्तिः अपि अस्ति इति ज्ञानस्य कारणं किम्? हस्तिपकः, हस्तिपकं दृष्ट्वा एव मया ऊहां कृतं खलु तत्र हस्तिः अपि भवेत् इति। तर्हि हस्तिपके विद्यमानकारणत्वं ज्ञायमानं सत् कारणत्वं मयि ज्ञानं वर्तते चेत् एषः हस्तिपकः तस्मिन् तस्य हस्तिः अस्ति सर्वत्र मिलित्वा एव ते गच्छन्ति इति ज्ञानाधीनं सज्ञानं कुत्र अस्ति मयि अस्ति न तु हस्तिपके न वा हस्तौ मयि अस्ति ज्ञानमस्ति तर्हि हस्तिपके विद्यमानकारणत्वं कारणत्वं किं प्रति हस्तिः अपि तत्र समीपे भवेत् इति ज्ञानं प्रति हस्तिपकः कारणं हस्तिपके विद्यमानकारणत्वं ज्ञायमानकारणत्वं ज्ञायमानं सत् कारणत्वं यदि मयि ज्ञानमस्ति तदा तस्मिन् कारणत्वम् आगच्छति नो चेत् तस्मिन् कारणत्वं नास्ति किन्तु बीजे विद्यमानकारणत्वं किं प्रति वृक्षं प्रति बीजे विद्यमानकारणत्वं मयि मम ज्ञानाधीना नास्ति मम ज्ञानाधीनं नास्ति इति भेदः अवगच्छति खलु मेल् महोदय अस्तु तर्हि इदानीं कत्र अत्र चिकित्सनं किं चेत् ज्ञाननिष्ठं च सान्निध्यम् इत्युक्ते अत्र ज्ञाननिष्ठसान्निध्यस्य सान्निध्ये कारणता किं प्रति कारणता आसक्तिः एव कारणं खलु ज्ञाननिष्ठम् आसक्तिः इति कारणं कार्यं किम् ज्ञाननिष्ठ आसक्तिः कारणं ज्ञानमेव ज्ञानं प्रति खलु किं ज्ञानं प्रति अत्र समभ ज्ञा पदनिष्ठ काम्प्लेक्स् साधारण सामान्यप्रश्नः मया कृतः पदज्ञानं प्रति खलु न शाब्दबोधं प्रति शाब्दबोधं प्रति आसक्तिः अत्र चतस्रः निकषाः सन्ति खलु सामग्र्या सत्यं सो दट् इस् वै एम् सेयिङ्ग् यु नो यु आर् कण्टिन्युस्लि गोयिङ्ग् टु लुक् अट् वाट् इस् वर्ड् हियर् अण्ड् युर् ट्रैङ्ग् टु यूस् द सेम् वर्ड्स् डोण्ट् यूस् द सेम् वर्ड्स् शाब्दबोधं प्रति आसक्तिः कारणम् इदानीं कस्मिन् विषये चिन्तनं ज्ञाननिष्ठ आसक्तिं प्रति चिन्तनं तर्हि ज्ञाननिष्ठ आसक्तिः आसक्तौ कारणता विद्यते किं प्रति शाब्दबोधं प्रति तादृशकारणता विद्यमानसत्त्वं विद्यमानं सत् कारणत्वं वा अथवा ज्ञानमायं सत् कारणत्वं वा इति चिन्तनम् इदानीं तर्हि शाब्दबोधः इति कार्यम् आसक्तिः इति कारणं कीदृश आसक्तिः इति चेत् पदज्ञाननिष्ठ आसक्तिः इति कारणं तत्र कारणं विद्यमानं सत् कारणं वा अथवा ज्ञानमानं सत् कारणं वा ज्ञायमानं सत् कारणं वा इति चिन्तनं नात्र ज्ञानापेक्षा इति तर्हि तद् अग्रिमे वर्गे इतोपि अग्रेसरेम अस्तु सर्वेभ्यो नमस्कारः धन्यवादः